पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 10 सूत उवाच ऐरावदस्ततो जज्ञे तथैवोच्चै श्रवाहयः धन्वन्तरिः पारिजातसुरभिश्चाप्सरोदयः ततः प्रभातसमये द्वादश्यामुदिते रवौ उत्पन्ना श्रीर्महालक्ष्मीः सर्वलक्षणशोभिता ददृशुस्तां महादेवीं मातरं धर्मदेवताः प्रहृष्टाः सर्वजन्तूनां श्रीकृष्णहृदयालयां लक्ष्मीभ्राता शीतरश्मिर्जातश्च सुधया ततः उत्पन्ना सा हरेर्जाया तुलसी लोकपावनी तं शैलं पूर्ववत्स्थाप्य परिपूर्णमनोरथाः समेत्य मातरं स्तुत्वा जेपुश्रीसूक्तमुत्तमं तदप्रसन्ना सा देवी सर्वान् देवानुवाचः वरं वृणीध्वं भद्रं वो वरदाहं सुरोत्तमाः देवावूजुः प्रसीदकमले देवि सर्वमादर्हरिप्रिये त्वया विना जगच्छून्यं कुरु प्राणप्ररक्षणं इत्युक्ता सा महालक्ष्मीः प्राहनारायणप्रिया इदानीं सर्वजन्तूनां प्राणरक्षां करोम्यहं ततो नारायणश्रीमान् चङ्कचक्रगदाधरः आविर्बभूव सहसा दयालुर्जगदीश्वरः ततस्ते तुष्टुवुर्देवाः प्रणम्य जगदां पदिं कृताञ्जलिपुटाः प्रोज्जुः हर्षगद्गदभाषिणः गृहाणमादरं विष्णो महिषीं वल्लभां तव संसाररक्षणार्थाय लक्ष्मीमनपगामिनीम् यावत्प्रतिज्ञां नो चक्रे तावत् प्राहेन्दिरा हरिम् लक्ष्मीरुवाच अविवाह्य कथं ज्येष्ठामलक्ष्मीं मधुसूदन तस्या कनिष्ठां मां नाथ विवाहं कर्तुमिच्छसि ज्येष्ठायां च स्थितायां वै कनिष्ठा परिणीयते सूद उवाच इति श्रुत्वा ततो विष्णोर्ददौ चोद्दालकाय च वेदवाक्यानुरूपेण ह्यलक्ष्मीं निर्जरैः सह ततो नारायणश्रीमान् लक्ष्मीमङ्गीचकारः ततः सुरगणाः सर्वे नमश्चक्रुः पुनः पुनः अथ ते चासुरान् सर्वान् जग्नुः सर्वे बलाधिकाः सर्वे ते क्रन्दमानाश्च गदाश्चैव दिशो दश सुधां तद्खादितुं चक्रुर्देवाः पङ्क्तिं यथाक्रमम् श्रीविष्णोराज्ञया सर्वे चोचुश्चैव परस्परम् त्वं च देहि त्वं च देहि त्वं च देहीति च ब्रुवन् न शक्तोऽस्मि न शक्तोऽस्मि न शक्तोऽस्मीति च ब्रुवन् ततो विष्णुः समुत्थस्थौ स्त्रीरूपं च दधारः चकारस्वर्णपात्रे तत्पीयूषपरिवेषणं पीयूषभक्षणं राहुर्यावत् कुर्याद्विजोत्तम चन्द्रसूर्यौ च चोक्रवन्तौ राक्षसोऽसौ छलागदः। तदक्रुद्धो जगन्नाथो जखानस्वर्णपात्रतः शिरस्तस्य पपातोर्व्यां केतुर्नाम्ना बभूवः। राहुकेदू ततस्तूर्णं गदौ तौ भयविह्वलौ। इदानीं तद्दिने प्राप्ते चन्द्रसूर्यौ स युध्यति। कुर्याद्ग्रासं सैंहिकेयस्तत्क्षणं दुर्लभं भवेद्। सर्वं गङ्गासमं तोयं वेदव्यास समाद्विजाः। स्नानं वायसतीर्थेयो गङ्गास्नानफलं लभेद। दानमक्षयपुण्यं स्यात् कोटिजन्मार्जितं तथा। पापं नश्येत् समूलं च किं पुनः क्रतुकोटिभिः। विद्यार्थी लभते विद्यां, पुत्रार्थी पुत्रमाप्यते। मोक्षार्थी लभते मोक्षं, मन्त्रसिद्धिर्भवेद्ध्रुवम्। इति ते कथितं विप्र समुद्रमथनं तु तद्। इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूदशौनकादिकसंवादे समुद्रमथनं नाम दशमोऽध्यायः। ॐ